सर्वेभ्यो नमो नमः। अस्माकं प्रचलितं पुस्तकम् अस्ति भाषापाकः, यत्र चलितः विषयः अस्ति धातुविषये, एवं धातूनां पदव्यवस्था आत्मनेपदी कथं भविष्यति, परस्मैपदी कथं भवति, कथं जानीमः आत्मनेपदी वा परस्मैपदी वा उभयपदी वा, सङ्केतः सूक्ष्मतया पठितवन्तः कानिचन सूत्राणि गतसप्ताहे। साक्षात् प्रयोगः जानाति, प्रतिजानीते इति विषये चर्चा अपि अभवत्। तर्हि कीदृश एतत् विषयः इति चर्चा भविष्यति अद्य, किञ्चित् पुनःस्मरणम् इति भवेत् कृत्वा अस्माकम् उपस्थापनमस्ति उदयकुमारमहोदयस्य, आरम्भे तदनन्तरं नूतनविषयः करिष्यामः। अस्तु महोदय, कृपया। अस्तु महोदय, हरि ओं महोदय, श्रूयते वा? आमां श्रूयते, भवतः शब्दं श्रूयते एव, परन्तु महोदय नास्ति। प्रायः प्रति आगच्छति, अहं किञ्चित् वदामि। अस्तु तर्हि उदयकुमारमहोदय, भवतः ध्वनिः न श्रूयते, यदि भवान् हा श्रोतुं शक्यते चेत् कृपया दूरवाणीम् एकवारं भग्नं कृत्वा पुनः प्रति आगच्छतु। अस्तु तर्हि प्रश्नः आसीत् गतसप्ताहे, धातुः अस्ति या धातुः, या धातुः इति विषये कीदृशस्थितिः, या धातोः उभयपदित्वम् इति मनसि चिन्ता आगच्छति, उभयपदित्वं भवति इति कृत्वा, तर्हि एतत् प्रश्नः। क्षमताम्, श्रूयते इदानीं महोदय, वदतु। क्षमताम्, धन्यवादः महोदय। पूर्वतन कक्षे वयं अस्माकं पाठम् आसीत् जानीते प्रतिजानीते इत्यादीनि इति शीर्षिका आसीत्। अहं संक्षिप्तया वदामि इत्यस्य किम् अभवत् इति। प्रथमे प्रश्ने आसीत् शिष्यस्य ज्ञाधातुः उभयपदी वा उत परस्मैपदी वा इति प्रश्नः आसीत्। आचार्य परस्मैपदी इति वदति, तदापि शिष्यस्य त्रीणि वाक्यानि उल्लेखं कृत्वा आत्मनेपदी अपि भवितुम् अर्हति वा इति प्रश्नः भवति। परन्तु आचार्यः वदति उभयपदित्वं तु तात्पर्यतः भविष्यति इति उत्तरं ददाति। अनन्तरम् आचार्यः सूत्रद्वयं नीत्वा अनुपसर्गे तु आत्मनेपदित्वम् अपि भवति सूत्रसहायेन वदति। अनन्तरम् अहं पुनः वदामि किम् इति। तदा अग्रे अपि शिष्यस्य प्रश्नः अस्ति, उपसर्गसहितत्वे एव भवति वा इति प्रश्नः आसीत्। आचार्य तु आम्, परन्तु आत्मनेपदित्वं नास्ति, उपयपदे उभयपदे एव इति वदति. कौमुद्याम् उदाहरणमपि ददाति, स्वर्गं लोकं न प्रजानाति इति एकं वाक्यमपि उल्लेखं करोति. अग्रे गत्वा सर्वत्र सर्वदा न ददातु परस्मैपदी वा इति प्रश्नस् अन्तिम उत्तरमपि अपि अस्ति. कुत्र सः वदति कानिचन उपसर्गे तु आत्मनेपदी भवितुम् अर्हति इति. परन्तु बिन्दुः चतुर्बिन्दुः अस्ति, अहं संक्षिप्तया वदामि. प्रथमे तु न धातुः परस्मैपदी एव साधारणतया भवति. द्वितीयबिन्दुः अस्ति तात्पर्यतः उभयपदी भवति. तस्य सूत्रद्वयम् उल्लेखं करोति. अनुपसर्गात् ज्ञः विभाषोपपदेन प्रतीयमाने इति सूत्रद्वयम् उल्लेखं करोति. तस्य अर्थं तु क्रियायाः पदं कर्तोः यत्र भवति तत्र तात्पर्यतः उभयत उपरि भविष्यति इति तस्य अर्थः. तृतीयबिन्दुः अस्ति उभय उपसर्गसहिते परस्मैपदी एव भवति इति. तस्य उदाहरणं ददाति प्रति जानीते इति, कुत्र ज्ञापदस्य उपसर्गसहितः भवति तत्र परस्मैपदी एव इति तृतीय बिन्दुः भवति. चतुर्थः अस्ति कानिचन उपसर्गे तु आत्मनेपदी एव भवति. तत्र सम्प्रतिभ्याम् अनाद्येने अनाद्याने इति पाणिनिसूत्रस्य उल्लेखं करोति. कुत्र प्रतिज्ञातक प्रत्युपसर्गयुक्तः न धातुः आत्मनेपदी एव भवति. अतः कानिचन पदानि तत्र उपसर्गे तु आत्मनेपदी एव भवति इति चतुर्थबिन्दुः इति संक्षिप्तेन विवरणं समाप्तम्. धन्यवादः महोदय. सम्यक् सम्यक् अत्युत्तमं महोदय, अत्युत्तमं. सर्वं सर्वं समीचीनमेव. अस्तु, इदानीमेव अस्माकं विषयः यत् धातोः विषये अस्ति, किञ्चित् अग्रे प्रचलति विषयः नूतनं धातूनां कृते. तर्हि अस्माकं नवचत्वारिंशत् विषयः अग्रिमपाठः अस्माकम् अस्ति, पठामः अद्यतनविषयः. देवकान्तमहोदय आरम्भं करोति वा महोदय? आम् महोदय. सर्वेभ्यः नमस्कारः. विजयते विक्रीणते च शिष्यः श्रमः एव जयते. विक्रीणीते विक्रीणीते महोदय, विक्रीणीते विक्रीणीते विक्रीणीते च शिष्यः श्रमः एव जयते इति वाक्यं किम् अशुद्धम् आचार्य? आम्, शिष्यस्य प्रश्नः अस्ति श्रमः एव जयते इति वाक्यं किम् अशुद्धम् इति शिष्यस्य प्रश्नः अस्ति. पुनः तस्य अन्य एकः प्रश्नः अस्ति सत्यमेव जयते इति किं शुद्धम्? आचार्यवादे वदति तत् वाक्यं शुद्धमेव. वदतु वदतु महोदय, एतावत्पर्यन्तं. शिष्यः द्वे वाक्ये वदतः प्रथमवाक्यं श्रमः एव जयते, द्वितीयवाक्यं सत्यम् एव जयते, द्वयोः वाक्ये क्रियापदं समानमेव, जयते इति क्रियापदं, परन्तु प्रथमवाक्यम् अशुद्धं द्वितीयवाक्यं शुद्धं, किमर्थम् इति अहं न जानाति, अहं न जानामि. परन्तु सम्यक् उक्तमेव, विषयः तु सम्यक् एव अस्ति, प्रश्नः तथैव. वाक्यद्वये क्रियापदम् एकमेव जयते इति कृत्वा द्वितीयपदं ततः जयति पदस्य प्राक् यत् पदमस्ति तदपि समानम्. एकस्य वाक्ये श्रमः इति पदं, द्वितीयस्य सत्यं, तत्र किमर्थम् एकं शुद्धं द्वितीयम् अशुद्धम् इति अस्माकं प्रश्नः अस्ति. तर्हि तादृशं तद्विषये एव अस्माकं चर्चा भवति अद्य. अस्तु, अग्रे तत्र अश्लेष महोदय. शिष्यः उभयत्र अपि जयते इत्येव अस्ति, तथापि एकं वाक्यं शुद्धम् अपरं च अशुद्धं कथं भवति? शिष्य वदति द्वयोः वाक्ये जयते एव अस्ति, तर्हि प्रथमं वाक्यम् अशुद्धमस्ति, द्वितीयवाक्यं शुद्धमस्ति इति किमर्थं भवति? आचार्य वदति सत्यं, सत्यमेव जयते, इत्येतत् वाक्यं वैदिकं, वैदिकप्रयोगाः लौकिकसंस्कृतप्रयोगात् बहुत्र भिद्यन्ते. आम्, आचार्य वदति सत्यमेव जयते इति प्रयोगः वेदेषु दृश्यते, एतत् वाक्यं वैदिकमस्ति, वेदतः आगच्छति, तर्हि वैदिकप्रयोगाः लौकिकसंस्कृतप्रयोगात् बहुत्र भिद्यन्ते. आम्, लौकिकसंस्कृत ये प्रयोगाः सन्ति तत्र किञ्चित् वेदेषु यत् प्रयोगः अस्ति तस्मात् भिन्नः भवति इति अस्ति. आम्, अहमपि इति चिन्त्यमानः अस्मि, कुत्रापि केचन वदन्ति तत्र वेदिकेषु यत् प्रयोगः अस्ति तस्य कोऽपि प्रमाणः नास्ति, तर्हि वेदेषु कोऽपि प्रमाणः नास्ति तत् प्रयोगस्य, तर्हि किञ्चित् भिन्नं भवति तत्र. अस्तु अस्तु अस्तु, सम्यक् महोदय. तर्हि एतावत्पर्यन्तं किं दृष्टम् इत्युक्ते, तत्र किमर्थं जयते एकस्मिन् वाक्ये शुद्धम् अपरस्मिन् वाक्ये अशुद्धम्. तर्हि उत्तरत्वेन आचार्यः वदति वैदिकलौकिकप्रयोगः, वैदिकप्रयोगः लौकिकप्रयोगः, अत्र भेदः कः तत् द्रष्टव्यमस्ति. लौकिकप्रयोगः इत्युक्ते यत् संस्कृतभाषा यत् अस्ति लौकिकप्रयोगः, एवं तत्र आमां तत्र व्याकरणः संयुक्तव्याकरणप्रयोगः इति आवश्यकमेव. सम्यक् व्याकरणप्रयोगः नास्ति चेत् तत् सम्यक् न भवति. लौकिकसंस्कृत, संस्कृत इत्युक्ते भाषा एव, भाषा सम्यक् न भवति यदि व्याकरणस्य प्रयोगः नास्ति चेत्. परन्तु वेदानां रचना बहुकालप्राक् अभवत्, तत्र सम्यक् भाषा अपि न आसीत्. तर्हि प्रत्येकव्याकरणविषयस्य प्रयोगः वैदिकसंस्कृते न दृश्यते. तर्हि सः वदति सत्यमेव जायते इति वैदिकप्रयोगः, एवं वैदिकं लौकिकसंस्कृतं तु विद्यते. इत्युक्ते सम्पूर्णतया भेदः इति न, परन्तु प्रयोगाः भिन्नं भिन्नम् इति दृश्यते. किमर्थमित्युक्ते वैदिकप्रयोगस्य लक्ष्यं भिन्नम् आसीत्, लौकिकसंस्कृतस्य प्रयोगः लक्ष्यं भिन्नमासीत्. यतोहि वैदिकप्रयोगस्य किञ्चित् भिन्नं, लौकिकप्रयोगस्य किञ्चित् भिन्नम्. इत्युक्ते वैदिकप्रयोगः साक्षात् व्याकरणस्य प्रयोगः सर्वत्र सम्यक् दृश्यते इति नास्ति वैदिकप्रयोगे. यतोहि सः वदति सत्यमेव जयते इति नेतुं शक्नुमः. किमर्थमित्युक्ते सर्वे जानन्ति वेदे अपि अस्ति यतोहि. परन्तु समाधानं तु एतत् नास्ति, समाधानम् अग्रे गत्वा अपि भवति एतस्य समाधानम्. अन्ये बहवः उदाहरणानि अपि सन्ति, परन्तु आरम्भतः आचार्यस्य उत्तरम् एतदेव, वैदिकप्रयोगः लौकिकप्रयोगः इति कृत्वा. प्रश्नः वदतु महोदय. अनेकस्थाने वैदिकप्रयोगः प्रमाणरूपे अददत्, पूर्वपूर्वाध्याये अनेकस्थाने वैदिकप्रयोगः उदाहरणरूपे दृश्यति. तत् वैदिकप्रयोगः नास्ति महोदय. ग्रन्थाः सन्ति. वेदाः इत्युक्ते चतुर्भागः खलु. प्रमाणरूपेण अददत् वैदिक अन्यग्रन्थाः. वेद इति भाषासंशोधनं कृत्वा इति वेदः इति प्रमाणं नास्ति, तत्र केवलं दार्शनिकरूपेण दीयते. अस्तु, सम्यक्. अग्रे इदानीं गच्छामः. भवानेव पठतु महोदय, कुशल महोदय. तन्नाम जयते इति प्रयोगः लौकिकसंस्कृते अशुद्धं भवति. विशेष प्रश्नं पुनः प्रश्नं पृच्छति. जयते इति प्रयोगः लौकिकसंस्कृते अशुद्धं भवति वा? वैदिकप्रयोगः भवति अशुद्धं, लौकिकसंस्कृते अपि अशुद्धं भवति वा? आचार्य उत्तरं ददाति, आम्. ज्याचकः जिज्ञातुः जि जये परस्मैपदी, अतः जिज्ञासः नास्ति महोदय. जिज्ञासः इति नास्ति, जि धातुः जि जये. पुनः पठतु आचार्य किं वदति. आम्, ज्याचकः जि धातुः जि अर्थात् जये परस्मैपदी, अतः जयति इत्येव प्रयोगः करणीयः. तो जयते अशुद्धं, जयति शुद्धम्. किमर्थं? सत्यमेव जयति. न, तादृशं नास्ति महोदय. पुनः एकवारं पठित्वा वदतु. आं, जयार्थकः, जय अर्थकः, जि धातुः परस्मैपदी, अतः जयति इत्येव प्रयोगः करणीयः. जयते स्थाने जयति प्रयोगः साधु कुत्र केवलं लौकिकसंस्कृते महोदय खलु लौकिकसंस्कृते तर्हि अशुद्धं किम् आसीत् प्राक् इदानीं शुद्धं किम् किम् अशुद्धमासीत् इदानीं शुद्धं किम् जय जी धातु परस्मैपदी अस्ति जायते आत्मनेपदीरूपं जयति परस्मैपदीरूपं शुद्धम् अस्माकं वाक्यद्वयमासीत् खलु शुद्धवाक्यं वदतु इदानीं जयति आरम्भवाक्यद्वयमासीत् खलु पठितवान् तत्र क्षमः एव जयति शुद्धम् अग्रे सत्यमेव जयते इति वेदानि वाक्य अथ शुद्धं मान्ये किन्तु जय जी धातु परस्मैपदी यथा सत्यमेव जयति शुद्धं भवान् वदति वा खलु तर्हि श्रमः एव जयति सत्यमेव जयति इति अस्ति वा सत्यमेव जयति इति अशुद्धम् इति सः वदति सः वदति यथा इदानीमेव महोदयेन उक्तमपि लौकिकसम्बन्धे सर्वदा जयति इति भवति लौकिकसम्बन्धे परन्तु वैदिकप्रयोगः यत् अस्ति तत्तु तावदेव तत् वैदिकप्रयोगे यत् अस्ति परिवर्तनं वयं न कर्तुं शक्नुमः तावदेव लिखितमस्ति तथा तत्र परिवर्तनस्य आवश्यकता अपि नास्ति परन्तु लौकिकसम्बन्धे परिवर्तनस्य आवश्यकता अस्ति इति कृत्वा श्रमः एव जायते इति शुद्धं नास्ति श्रमः एव जयते इति सत्यं नास्ति श्रमः एव जयति इति शुद्धम् अस्तु अस्तु समीचीनम् अग्रे उदयकुमार् महोदय विजयते कुत्र किमर्थं तथा क्षमा धन्यवादः एवं तर्हि विजयते इति प्रयोगः साधुः उत विजयति इति विजयते इति प्रयोगः एव साधुः शिष्यस्य प्रश्नः अस्ति अत्र जय इति अस्ति चेत् जयति इति साधुः यदि विसर्गस्य उपसर्गस्य मिलित्वा विजयते इति आत्मनेपदीरूपं भवति अतः तस्य प्रश्नः अस्ति यदि विजयते समीचीनं वा विजयति इति प्रश्नं समीचीनं वा इति परन्तु आचार्यस्य उत्तरं तु विजयते इति प्रयोगः एव साधुः न तु विजयति आत्मनेपदीरूपमेव इति वदति किमर्थं तथा इति शिष्यस्य प्रश्नः जी धातुः वि इति उपसर्गस्य योगे आत्मनेपदित्वं प्राप्नोति जी धातुः यदा पूर्वे उक्तवान् वि उपसर्गस्य योगे आत्मनेपदीरूपं भवति तस्य रूपं प्राप्नोति परा इति उपसर्गयोगे अपि तथैव अत्र केचन अन्य उपसर्ग परा इति उदाहरणम् अस्ति अत्र परा पराजयते इति तत्रापि आत्मनेपदीरूपमेव भवति अतः विजयते पराजयते इत्येव साधुरूपम् उदाहरणम् अपि दत्तवान् भारतमाता विजयते रामः रावणं पराजयते. सर्वोत्कर्षेण राजते इत्यर्थः. परस्माता विजयते इत्युक्ते अर्थं सर्वोत्कर्षेण सर्व उत्कर्षेण राजते इत्यर्थः. अत्र उदाहरणद्वयं यत्र जी धातुः तस्य वि उपसर्गस्य योगे अथवा परा उपसर्गस्य योगे आत्मनिरूपं प्राप्नोति इति आचार्यस्य उत्तरम्. सम्यक् सम्यक्. आम्, तर्हि जी धातुः यदि एकाकी अस्ति चेत् सर्वदा परस्मैपदी, परन्तु यदि उपसर्गाः सन्ति तत्र वि अथवा परा, तर्हि आत्मनेपदी इति भवति. यथा विजयते अथवा पराजयति इति तात्पर्यं. तत्र अधोभागे सूत्रद्वयं दत्तमस्ति खलु, तत्र महोदय किञ्चित् विपराभ्यां जेहे इति सूत्रस्य उल्लेखनम् अस्ति. विपराभ्यां जेहे तस्य अर्थं तु न जाने. अस्तु, पश्यामः. वदतु महोदय. वि पर इति द्वे उपसर्गौ स्तः, तस्य योजनेन इति. विपराभ्यां जे ओ वि पराभ्यां. समीचीनं. वि उपसर्गं परा उपसर्गं विराभ्यां तत्तु पूर्णार्थं तथा नास्ति खलु, पूर्णतया न उक्तं. सम्यक् उक्तम् एतावत्पर्यन्तम् इति. जे इति उपसर्गः, परा इति उपसर्गः, परन्तु प्रथमपदस्य अर्थः कः? विपराभ्यां पदस्य अर्थः द्विवचनमस्ति, परन्तु सूत्रे षष्टि वा इति प्रश्नः. षष्टि नास्ति, पञ्चमी भवितुम् अर्हति. पञ्चमी अस्ति चेत् सम्यक् न जानामि महोदय. भ्याम् अस्ति चेत् का विभक्ति भवति? विभक्ति वचनं तु द्विवचनं, तृतीया चतुर्थ पञ्चमी भवितुम् अर्हति, परन्तु अत्र मम चिन्तनम् अस्ति पञ्चमी इति. पञ्चमी द्विवचनम् इति. तर्हि तत्र विभक्तिसन्दर्भे पाणिसूत्राणि कीदृशप्रयोगः अस्माकं भवति तर्हि विभक्तिसन्दर्भे? पञ्चमी अस्ति चेत् पूर्वकार्यं समीचीनं. पूर्वकार्यं वा पञ्चमी अस्ति चेत्? पूर्वकार्यं सप्तमी पूर्वकार्यं, पञ्चमी परकार्यम्. कार्यम् अनन्तरं भवति. तर्हि अत्र अत्र कः अत्र कीदृशस्थितिः? पूर्वे वि इति उपसर्गः इति आवश्यकः अथवा पर इति उपसर्गः आवश्यकः. अग्रे यदि जी धातुः अस्ति चेत् कार्यं भवति अनन्तरम्. अनन्तरं किं कार्यं भवति? जयते न भवति, जयति इति न भवति, विजयति इति न भवति, यतोहि सम्यक् विजयते इति भवति इति इति वदति विपराभ्यां जेः. जेः तत्र तस्य अर्थं कथं भवति इति प्रश्नः. हा हा हा हा हा जेः इत्युक्ते इत्युक्ते कः? जेः मुनेः जानाति वा? पञ्चमे अथवा सप्त अत्र षष्टि भवति महोदय अत्र. हा भवान् वदतु किमर्थम् इत्युक्ते वयं पठितवन्तः एतत् सर्वं पाणिनिव्याकरणे षष्टिविभक्ति इत्युक्ते किम्? किञ्चित् द्रष्टव्यं. हा पश्यतु यदि यदि समीपे अस्ति चेत् अथवा नो चेत् तत्र अन्ये हि वदन्ति. कुशलमहोदय षष्ठी स्थाने पञ्चमी परकार्यं सप्तमी पूर्वकार्यं इत्युक्ते जी हा जी यथा आस् हा तस्य तस्य स्थाने इत्युक्ते एकारः आयाति इति वदति केवलं. यदा क्रियापदं भवति क्रियापदं यदा भवति कार्यं किं भवति तस्य स्थाने? परस्मैपदी स्थाने आत्मनेपदी इति वदति, अन्यत् किमपि नास्ति. कार्यं भवति अनन्तरं पञ्चमी वदति, षष्ठी वदति तस्य स्थाने इत्युक्ते साधारणतया किमपि नास्ति चेत् परस्मैपदी एव, परन्तु अत्र परस्मैपदी स्थाने आत्मने भवति इति वदति. आकारः अपि आगच्छति पराजयते, पर उपसर्गः जिदातु आकारः पर अधिकं जायते पराजयते अ प्लस् अ अधिकम् अ सवर्णदीर्घसन्धि भवति खलु. परजयते उपसर्गः परा एव परा परा एव परा अस्ति वा? अस्तु क्षम्यतां परा यदि उपसर्गः अस्ति तु साक्षात् अस्ति एव उपसर्गः परा एव. क्षम्यतां उपसर्गः साक्षात् परा एव अस्तु पर इति नास्ति परा दीर्घः दत्तमस्ति एव तत्र. अस्तु अस्तु सम्यक् अति उत्तमं. कोऽपि प्रश्नः वा एतावत्पर्यन्तम्? अस्तु देवकान्तमहोदय अग्रे कृपया. आमां शिष्यः श्रीमन् एवम् आत्मनेपदित्वं परस्मैपदित्वं वा अन्यत्र कुत्र कुत्र परिवर्तनं भवति? तस्य पुनः प्रश्नः अस्ति अन्यत्र कुत्र परिवर्तनं भवति इति उपसर्गस्य योजनेन. आचार्य वदति बहुत्र तादृशं परिवर्तनं दृश्यते दैनन्दिनजीवने तु तेषु केचन धातवः एव उपयुज्यन्ते न हि सर्वे. दैनन्दिनजीवने उपयुज्यमानाः धातवः आचार्यः वदति बहुत्र स्थले एतादृशं परिवर्तनं भवति, परन्तु केचन धातवः एव उपयुज्यन्ते. अर्थं न जन महोदय, अहं मन्ये ई धातोः विषयं चर्चां करोमि खलु. अग्रे किञ्चित् वदति इत्युक्ते सः वदति यथा इदानीमेव पठितं वयं जी धातोः इति अभवत्, कुत्र तस्य प्रयोगः भवति जयति साधारणतया, परन्तु उपसर्गाः भवन्ति चेत् तत् आत्मने परस्मैपदी इति न भवति, आत्मनेपदी भवति इति तत् स्वीकृत्य शिष्यः प्रश्नं पृच्छति, भोः एतादृशप्रयोगः बहुत्र दृश्यते वा अथवा केवलं कुत्र कुत्र दृश्यते कानिचन? परन्तु एतादृशप्रयोगः इत्युक्ते जी धातोः विषये वा कोऽपि धातोः विषये वा? कोऽपि धातोः विषये केचन धातवः इति अस्ति, अन्ये केचन सन्ति वा, अन्ये सन्ति वा इति वदति, अन्ये यथा जी धातुः अस्ति अन्ये धातवः सन्ति वा इति पृच्छति. तर्हि उत्तरत्वेन आचार्यः भवति दैनन्दिनजीवने तु केचन धातवः एव, प्रत्येक इति नास्ति. दैनन्दिनजीवने केचन एव इति वदति, दैनन्दिनजीवने तु तेषु केचन धातवः एव उपयुज्यन्ते, नहि सर्वे. आमाम् अस्तु, सम्यक्. अग्रे अश्लेष महोदय कृपया. आम्, आचार्य वदति, शिष्य वदति दैनन्दिनजीवने उपयुज्यमानाः धातवः के? आम्, यदि दैनन्दिनजीवने ये धातवः सन्ति ते के, यस्य प्रयोगः एतत् एतदेव भवति. आचार्य वदति द्रव्यविनिमयार्थकः उभयपदी क्री धातुः वि इत्यस्य उपसर्गस्य योगे नित्यम् आत्मने पदि भवति, अतः विक्रीणीते इति प्रयोगः करणीयः. आचार्य वदति द्रव्यविनिमय अर्थकः, मन्ये इत्युक्ते यदि कोऽपि वस्तु विक्रीणाति चेत् तत्र क्रीदातु प्रायशः उभयपदी भवति, परन्तु यदि कोऽपि वि उपसर्गस्य योजनेन तस्य आत्मनेपदी भवति, नित्यम् आत्मनेपदी भवति सर्वदा यदि वि उपसर्गयोजे क्रीधातुः अस्ति चेत्, अतः विक्रीणीते इति प्रयोगः करणीयः. विक्रीणीते इति एव साधु. तर्हि अत्र अधोभागे पाणिनीयसूत्रमपि अस्ति, परिव्यवेद्यः क्रियः इदानीं मया दृष्टम् इति अस्ति, परि अधिकं वि अधिकं परि वा वि अथवा अव इति उपसर्गत्रयम् अस्ति तत्र, परि वि अव, तर्हि परिव्य इति लिखितमस्ति सन्धिना, तस्य पञ्चमी विभक्ति परि, तर्हि परकार्यं भवति अत्र क्रीधातुः अस्ति चेत् तस्यापि पञ्चमी विभक्ति भवति क्रियः. तस्मात् अग्रे यदि यदि प्रत्ययः अस्ति तत्र आत्मनेपदि प्रत्ययः भवति, तर्हि तदपि पञ्चमी. तर्हि तस्य अनुवृत्तिः अस्ति आत्मनेपदं, तर्हि पूर्णतः सूत्रमस्ति परि वि अवेभ्यः क्रियः आत्मनेपदम् इति अस्ति. सम्यक् अधिकं महोदय. अस्तु, तर्हि प्रश्नः आसीत् लौकिकप्रयोगः दैनन्दिनजीवने कीदृशधातवः सन्ति यत्र एतादृशव्यवस्था भवति. सः उत्तररूपेण दत्तवान् क्लिङ् धातु. तर्हि विक्रीणीते इति भवति, वि यदा उपसर्गः भवति चेत् विक्रीणीते इति प्रयोगः इति वदति. तत्र सन्धि कीदृशसन्धि महोदय, ये ये सन्ति पाणिनिसूत्रे? यण्सन्धि भवति, व्यधिकं वा अधिकम् अकारमस्ति चेत् वा स्थाने, ओ सोरि, इकारं स्थाने यकारम् आगच्छति, इ स्थाने य, तर्हि इकारमपि गच्छति अकारमपि गच्छति, य तिष्ठति चेत् व्य भवति. का विभक्ति अत्र? अत्र पञ्चमी विभक्ति द्वयोः पदयोः. आम् सम्यक् सम्यक्. एतादृश अस्ति, केवलं जिधातुः इति नास्ति, क्रिङ् धातु अपि अन्यत् यत्र एतादृशस्थितिः भवति. अस्तु, यत्र फलरूपेण किं भवति, फलरूपेण भवति तत्र परिवर्तनं भवति, इत्युक्ते परस्मैपदी इति न भवति. क्रीणाति इति समीचीनमस्ति, परन्तु क्रीणीते इति सम्यक् नास्ति. अन्यत् उपसर्गाः आगच्छन्ति चेत् तत्र स्थितिः भिन्ना इति वदति. प्रश्नः अस्ति वा? इत्युक्ते रामः क्रीणाति, रामः विक्रीणीते इति उभयत्वं समीचीनं तथा एव भवति. बालकः क्रीणीते अपि उभयपदे वा नास्ति वा इति क्रीणातु. आत्मनेपदे भवति चेत् कीदृशस्थितिः, प्रयोगः कीदृशस्थितिः, सूत्रं किम्? धातुः आत्मनि भवति चेत् कर्मणि वा? कर्तरि एव भवति, परन्तु आत्मनेपदी अस्ति चेत् स्वस्य कृते क्रीणाति इति प्रश्नः इति वा? अत्र क्रीणातु उभयपदी भवति, क्रीणाति सः क्रीणाति सः क्रीणीते इति अपि वक्तुं शक्नुमः न वा इति प्रश्नः. सः क्रीणीते इति नास्ति महोदय. अत्र द्रव्यविनिमयार्थकः उभयपदी क्रिञ्च् धातुः इति अस्ति अत्र. अत्र यदि वि इति अस्ति चेत् उपसर्गः अस्ति चेत् सर्वदा विक्रीणीते एव, परन्तु क्रीणाति क्रीणीते अपि वक्तुं शक्नुमः. अत्र त्रयः रूपेण वक्तुं शक्नुमः इति मन्ये, इति वा नास्ति वा? पुनः एकवारं वदतु. यदि वणिजः अस्ति चेत् एकः समीचीनं वा वणिजः इति सम्यक् वा, अथवा यः क्रीणाति अनन्तरं सः अन्यत्र गत्वा तस्य व्यापारः करोति, सः तत्र सः क्रीणाति इति वदति. यदि माता अस्ति चेत् माता क्रीणीते इति, स्वस्य कृते क्रयणं कार्यं करोति क्रीणीते इति, माता विक्रीणीते अपि समीचीनम् इति भवति इति मन्ये. माता क्रीणीते क्रीणाति इति, माता क्रीणाति एव क्रीणाति, क्रीणाति क्रीणीते अपि वक्तुं शक्नुमः वा? न, क्रीणाति क्रीणीते इति न वक्तुं शक्नुमः. क्रीणाति उभयपदे अस्ति अतः समी उभयपदे नास्ति, उभयपदे नास्ति. अत्र दत्तम् इदानीं दत्तवान् आचार्यः वदति उभयपदी क्रीञ् धातुः अग्रे आयाति, अग्रे आयाति, पठामः अग्रे एव साक्षात्, अग्रे साक्षात् आयाति, तत् करिष्यामः. तत् सम्यक् एव प्रश्नः, सम्यक्. इदानीम् इदानीं करिष्यामः कीदृशस्थितिः अस्ति. सर्वे करोति कुरुते इति, उभयरूपेण वक्तुं शक्नुमः, रामः करोति रामः कुरुते इति. अच्छा, तथा आमामां तथा अस्ति भवतः प्रश्नः. क्रीणाति क्रीणीते, क्रीन्धातुः क्रीणाति क्रीणीते, तत् भवति एव निश्चयेन भवति. सम्यक, किमर्थम् इत्युक्ते उपसर्ग वि अस्ति चेत् सर्वदा विक्रीणीते, सर्वदा. आमामामां, आत्मनेपदीरूपेण एव भवति तत्र. किमर्थम् इत्युक्ते अस्माकं सूत्रमासीत् खलु, यदि अन्ते अस्ति चेत् चकारान्त, तत्र सर्वदा उभयपदी एव भवति धातूनां. तेन सूत्रेण अत्र अपि प्रयोगः एव, तर्हि तदेव सूत्रम् अत्र अपि कार्यं करोति. तत्र पश्यतु, पूर्वतनपाठन सप्तचत्वारिंशत् पाठे द्वितीयसूत्रं खलु पठितवन्तः स्वरितङ्गितः प्रत्यभिप्राये क्रियाफले इति. आमामां, द्वितीयसूत्रे अस्ति चछजझञ इति, सामान्यतया चकारान्त अनुनासिक अन्ते अस्ति चेत् उभयपदी इति अस्ति. तर्हि क्रीणाति क्रीणीते विक्रीणीते इति भवतः प्रश्नः आसीत् खलु, त्रयः रूपे. त्रयः एव, सम्यक् एव. आमामाम्, अस्तु अस्तु, अत्युत्तमं. तत्र देवकान्तमहोदय, अन्यत् प्रश्नः अस्ति वा एतादृशसन्दर्भे? तावदेव, अन्य एकं न्यूनतः विषयम् अस्ति. पूर्वे भिद्यन्ते इति पदमस्ति, क्रियापदं भिद्यन्ते, यदि षष्ठमवाक्यमस्ति खलु, आचार्यः वदति प्रयोगात् बहुत्र भिद्यन्ते. कुत्र पश्य आचार्यः अत्र विद्यन्ते तस्य अर्थम् इति मम चिन्तनमस्ति, भेदः इति तस्य तदेव भेदः समानं भेदः भिन्नं भिन्नं भिन्नं भिन्नः भेदः तस्मात् भिद्यति इति वाक्यं मम पदम् आगतवान् वा इति. भेदः पदात् भेदः तस्य तस्मात् एव, तस्मात् तस्मात् एव आगतं. समीचीनं, अस्तु अस्तु, अत्युत्तमम्, अस्तु सम्यक्. तर्हि अग्रे कः इदानीं पठति, महोदय पठितं खलु इदानीं, न भवान् कुशलमहोदय पठितवान् वा अथवा इदानीमेव कः पठितवान् अश्लेषमहोदय सम्यक् सम्यक् अश्लेषमहोदय पठितवान् आमां तर्हि कुशलमहोदय अग्रे कृपया शिष्यः निक्रीणति इति प्रयोगः न करणीयः आचार्य न यतः तत् रूपम् असाधु क्विज् धातोः वि इत्यस्य उत्सर्गस्य योगे विक्रीणिते इत्येव रूपं प्रत्ययनिते रूपं साधु विक्रीणीय विक्रीणाति न करणीय असाधु द्विप्रत्ययस्य प्रयोगे आत्मनेपदी धातु भवति विक्रीणीते पुनः वदतु एकवारं महोदय शिष्य वदति विक्रीणाति इति प्रयोगः न करणीयः विक्रीणाति इति न करणीयः इति उत्तररूपेण वदति वा प्रश्नरूपेण पृच्छति प्रश्नरूपेण पृच्छतु एकवारम् आचार्य वदति उत्तरं ददाति न अर्थात् विक्रीणाति असाधु साधु नास्ति विक्रीणाति स्थाने विक्रीणीते प्रयोगं प्रयोगरूपं साधु द्वि उपसर्ग अस्ति क्रियधातु द्वि उपसर्गस्य प्रयोगं कर्तुं आत्मनेपदीरूपं साधु भवति विक्रीणीते साधुरूपं सम्यक् किमर्थं द्वि उपसर्गः तर्हि धातु आत्मनेपदी रूपं प्रयुज्यते वे उपसर्गः अस्ति इति कृत्वा इति कृत्वा आम् अस्तु सम्यक् अत्युत्तमम् अग्रे इदानीं करिष्यामः तर्हि उदयकुमार् महोदय द्वितीयपुटे वा आमां शिष्यः मया इतः पूर्वं बहुवारं प्रयुक्तं खलु विक्रीणाति इति शिष्यस्य सन्देहः न गच्छति सः पुनः प्रश्नं पृच्छति सः वदति मया इतः पूर्वं पूर्वे अहं बहुवारं विक्रीणाति इति वाक्ये प्रयोगं कृतवान् एतत् सम्यक् नास्ति वा इति प्रश्नः तस्य सन्देहः भवति तस्य मनसि आचार्य वदति अपशब्दः एव प्रयुक्तः भवता विक्रीणाति इति प्रयोगं सम्यक् नासीत् नास्ति अपि इति वदति यदि आत्मनेपदी रूपस्य उत्तमपुरुषादिप्रयोगः क्लेशाय भवति तर्हि विक्रयणं करोमि इति प्रयोक्तव्यं येन काठिन्यं परिहृतं भवेत् अतः वाक्यप्रयोगः एवम् आपणिकः वस्तूनि विक्रीणीते अथवा आपणिकः वस्तूनां विक्रयणं करोति अत्र प्रथमे वदति विक्रीणाति इति सम्यक् नास्ति अशुद्धम् इति अग्रे पुनः वदति यदि आत्मनेपदीरूपं तस्य उपयोगं कर्तुं किञ्चित् क्लिष्टः अथवा सन्देहः अस्ति चेत् मनसि कथं भवति इति अन्य एकम् उपायमस्ति इति विक्रयणम् इति उपयोगं करोति विक्रयणं करोमि इति वाक्यं रचयतु, तत्र आत्मनेपदी वा अथवा परस्मैपदी वा तस्य विषयं नास्ति, तस्य सन्देहं न भवति. सो येन काठिन्यं परिहृतं भवति. यदि तस्य सम्यक् न जानाति चेत्, यदि आत्मनेपदीरूपं वा अथवा उभय परस्मैपदीरूपं वा तद् किमपि धातोः प्रयोगं तत्र विक्रयणम् इति रूपेण तस्य काठिन्यं परिहृतं परिहारं भवति तस्य. अतः वाक्यद्वयं वदति, यदि सम्यक् जानाति चेत् आपणिकः वस्तूनि विक्रीणीते इति वक्तुं शक्नुमः, यदि न जानाति चेत् आपणिकः वस्तूनां विक्रयणं करोति इति क्रुधातु उपयुज्य वाक्यं पूर्णं कर्तुं शक्नुमः इति उपायं ददाति. सम्यक् सम्यक् अत्युत्तमं. तर्हि अत्र वदति क्लेशाय, खलु क्लेशाय, यदि क्लेशः भवति चेत् आत्मनेपदीरूपस्य उत्तमपुरुषादिप्रयोगः क्लेशाय भवति. तर्हि किं करणीयः, किं करणीयं तत्र? विक्रयणं, कीदृशप्रयोगः विक्रयणं रूपस्य, स्थितिः, प्रत्ययः. कथनं नटनं. हा, देवकान्तमहोदय. न स्मरामि महोदय इदानीं. अश्लेष महोदय. लुडन्तं. सम्यक्. ल्युट् ल्युट् प्रत्ययः, ल्युट् प्रत्ययः. ल्युट् इत्युक्ते कथं जानीमः? तत्र अस्माकम् उदाहरणानि सन्ति खलु, गमनं सर्वदा नपुंसकलिङ्गे अस्ति. हा, शी शयनं, धाव पठनं, रटनं, आमामां दर्शनं, वचनं खलु, भू इति भवनम् इति. परन्तु इदानीं धातुः अस्ति पा, खलु, पा पिबति, पा धातुः, पानं खलु, तादृशं भवति. एतादृशानि बहु ल्युट् प्रत्ययान्त, भू धातुः अस्ति चेत् भवनं, दृश् धातुः अस्ति चेत् दर्शनं, शृ धातुः अस्ति चेत् श्रवणं, कृ धातुः अस्ति चेत् कर्णं खलु, क्रीड् धातुः चेत् क्रीडनं, दा धातोः दानं, पा धातोः पानं खलु, एतादृश, नी धातोः नयनं, नयति इति कृत्वा खाद् खादनम्, एतादृश सन्ति प्रयोगाः ल्युट् प्रत्ययः इति वदामः. तर्हि ल्युट् प्रत्ययस्य प्रयोगे एतादृशं भवति, आपणिकः वस्तूनि विक्रीणीते अथवा आपणिकः वस्तूनां विक्रयणं करोति इति अस्ति. तर्हि क्रयणं विक्रयणं समानार्थमेव इति. हा, इति हा, अहमिदानीं श्रोतुमिच्छामि, इत्युक्ते सर्वे किं किं चिन्तयन्ति किञ्चित् वदन्तु. अहं मन्ये अर्थं समानं नास्ति इति अहं मन्ये. बहु किञ्चित् भिन्नम् विपरीत अर्थः महोदय, गच्छति आगच्छति यथा इति वा, क्रयणं विक्रयणं तथा वा? आमाम् आमाम् आम् ओ इति ओ ओके विक्रय सेलिङ्ग् अण्ड् बैङ्ग् आमामां विपरीत अर्थः अस्ति विक्रयणात्. परन्तु जयं विजयं समानमेव खलु, किमर्थं सर्वदा तथा नास्ति महोदय? इत्युक्ते एक एव उपसर्गस्य प्रयोगः प्रत्येकस्थले एकमेव स्थितिः नास्ति, तादृशव्यवस्था अस्ति. धातुः किम् अस्ति तत् द्रष्टव्यमस्ति. परन्तु किमर्थं जानीमः उपसर्गाः सन्ति खलु? आमामाम् आम्, धातुपाठः आवश्यकः महोदय. धातुपाठः न कृतम् अस्माकं पूर्णरीत्या, केवलं संक्षेपेण एव यत् बहुत्र प्रयोगः भवति तादृशः इदानीमेव द्रष्टव्यम् अस्माकं द्रष्टव्यं जातम् एतावत्पर्यन्तं. परन्तु धातुपाठः इति पूर्णतया व्याकरणरीत्या पठामः चेत् तत्र जानीमः. अत्र तु केवलं हा सारांशत्वेन अस्तु. अत्र प्रश्नः अस्ति, तत्र महोदयन कृते आपणिकः वस्तूनां विक्रयणं करोति, अत्र किञ्चित् वदति वा, अत्र किञ्चित् वदति वा इत्युक्ते आपणिकः वस्तूनि विक्रीणीते तस्य अर्थं वा? अत्र द्वितीयम् आपणिकः वस्तूनां क्रयणं करोति, क्रयणम् अत्र ल्युट् प्रत्यय तत्र किञ्चित् वदति वा, अत्र क्रियापदम् अथवा क्रियापदं कर्मपदं एतादृशं किञ्चित् वदति, कर्तृपदं क्रियापदं कर्मपदम्? आपणिकः कर्तृपदं करोति इति क्रियापदं, विक्रयणं वस्तूनां विक्रयणं वस्तूनां षष्ठी बहुवचनम् अत्र विक्रयणं करोति. कर्मपदं नास्ति. एकनिमिषः महोदय, एकनिमिषः वदतु महोदय. अत्र अत्र विक्रयणम् इति कर्म, तत्र रूपं तु कर्मपदं नास्ति, विक्रयणम् इति अस्ति, तत्तु नामपदमेव वक्तुं शक्नुमः. वदतु महोदय इदानीं देवकान्त महोदय. प्रथमवाक्ये प्रथमवाक्यं कर्तृपदम् आपणिकः, परन्तु कर्मपदमपि अस्ति वस्तूनि एकं द्वे एकं विक्रीणीते, सकर्मकक्रियापदमस्ति विक्रीणीते. परन्तु द्वितीयवाक्ये करोति अकर्मकक्रियापदमस्ति, किमर्थम् इत्युक्ते कर्मपदं नास्ति. वस्तूनां विक्रयणं, वस्तूनां षष्टि बहुवचनरूपम् अस्ति, वस्तूनां विक्रयणं करोति. इत्युक्ते यदि यदि न जानाति कोऽपि खलु प्रत्ययः अस्ति ल्यूट्, तर्हि बहवः वदन्ति विक्रयणमिति कर्मपदम् इति कृत्वा, तत्तु असाधु एव खलु. एकं प्रथमबिन्दुः. द्वितीयबिन्दुः अस्ति, अत्र क्रियापदं किम् अस्ति द्वितीयवाक्ये? विक्रयणमिति क्रियापदं नास्ति, अपि वाक्ये विक्रीणीते इति क्रियापदमासीत् प्रथमवाक्ये खलु. परन्तु तस्य भिन्नरूपम् अत्र अस्ति, परन्तु विक्रयणम् इति क्रियापदं नास्ति, कर्मपदमपि नास्ति खलु इति सूक्ष्मभेदः एव तत्र केनचित् कृते सन्देहः इति अपि भविष्यति विक्रीणीते विक्रयणम् इति रूपं इत्युक्ते विक्री अथवा विक्र एतादृश अस्ति कृत्वा मनसि कपि आगच्छति कदा खलु परन्तु तादृशं सम्यक् नास्ति तत् क्रियापदं नास्ति कर्मपदं नास्ति क्रियापदं यथा भवन्तः उक्तवन्तः करोति इति एव क्रियापदं तत्र करोति पदस्य कर्मपदं विक्रयणं नास्ति साधारणतया वदामः चेत् यद्यपि न जानीमः ल्युट् प्रत्ययः तथापि वाक्यं दृष्ट्वा कर्मपदं किम् इत्युक्ते कर्तृपदं नीत्वा क्रियापदं संयोगं कृत्वा तं कां किं प्रश्नं पृच्छामः उत्तरम् आयाति चेत् एव तत् कर्मपदम् अत्र तादृशं नास्ति खलु आपणिकः किं करोति इति प्रश्नस्य उत्तरम् इति विक्रयणम् इति नास्ति उत्तरं साक्षात् उत्तरं नास्ति विक्रयणम् तावदेव मम प्रश्नः आपणिकः किं करोति आपणिकः वस्तूनां विक्रयणं करोति वस्तूनां विक्रयणं किम् अस्ति कर्मपदं नास्ति चेत् कर्मपदं नास्ति महोदय अहम् अन्यत् उदाहरणम् एकं वदामि किञ्चित् वदतु भवान् वाक्यमस्ति अहं भोजनं खादनं करोमि साधु वा असाधु वा असाधु भोजनस्य खादनं करोमि इति तर्हि भवान् इदानीमेव वदतु तस्य उत्तरं भवतः प्रश्नस्य उत्तरं वदतु इदानीं न अहं न जानामि परन्तु उत्तरं तु जानाति एव खलु उत्तरं तु जानाति सम्यक् रीत्या एव उक्तवान् खलु वाक्यम् असाधु आसीत् इति प्रथमं वाक्यं तदपि उक्तवान् साधुवाक्यमपि अपि उक्तवान् खलु भोजनस्य खादनं करोमि इति कृत्वा इदानीं वदतु चर्चयामः नास्ति चिन्ता विना षष्टिविभक्ति तस्य वाक्यस्य अर्थं नास्ति इति वस्तूनां विक्रयणम् अथवा भोजनस्य खादनम् इति षष्टि षष्टिप्रयोगः भवेत् एव खलु किमर्थम् इत्युक्ते तत्र करोति यदा भवति करोति कृ धातोः प्रयोगः यदा अस्ति तत्र एवं तत्र ल्यूट् प्रत्ययः अस्ति चेत् साधारणतया ल्यूट् प्रत्ययस्य प्राक् षष्ठी एव भवति तत्र विक्रयणम् इति क्रियाविशेषणं वा वक्तुं शक्यते विशेषणं तु नास्ति महोदय विशेषणं नास्ति वस्तूनां विक्रयणं क्रियाविशेषणम् इति अथवा तस्य अन्य किमपि नाम अस्ति क्रिया किं किमपि अहं न जानामि ल्यूट् प्रत्ययस्य प्रयोगः एव साधारणतया वदामः चेत् ल्यूट् प्रत्ययस्य एव प्रयोगः अन्यत् किमपि नास्ति ल्यूट् प्रत्ययः केन सन्दर्भे तस्य प्रयोगः भवति चेत् कर्मपदस्य आवश्यकता नास्ति एव समीचीनं समीचीनं परन्तु यदि करोति किं करोति इति प्रश्नः अस्ति विक्रयणं करोति इति उत्तरं भवति अतः सम्पूर्ण उत्तरं नास्ति महोदय सम्पूर्ण उत्तरं नास्ति समीचीनं समीचीनम् अध्यापकः क्रयणं करोति इति वक्तुं शक्नुमः, वस्तूनां क्रयणं. परन्तु अतः तस्य नाम किञ्चित् सामान्यविशेषणं नास्ति अथवा कर्मविशेषणं नास्ति अत्र, अतः क्रियाविशेषणं वा इति मम प्रश्नः. अथवा अन्य कोऽपि नाम अस्ति वा तस्य इति? ल्यूट् प्रत्ययः एव नाम तस्य प्रयोगः. ल्यूट् प्रत्ययस्य अर्थं तादृश एव. ल्यूट् प्रत्ययस्य प्रयोगः पदस्य तस्य ल्यूट् प्रयोग ल्यूट् रूपम् इति समीचीनं. परन्तु वाक्ये तस्य किम् इति कर्मपदस्य आवश्यकता नास्ति इति वक्तुं शक्यते. परन्तु विशेषणमिति न वक्तुं शक्यते, तद्द्रष्टव्यमस्ति कोऽपि नाम तस्य अस्ति वा न वा साक्षात्. परन्तु क्रियाविशेषणमिति न वक्तुं शक्यते, विशेषणं कदापि न वक्तुं शक्यते. किमर्थम् इत्युक्ते विशेषणविशेष्यभावयोः कानिचन नियमाः सन्ति खलु इति कृत्वा क्रियाविशेषणं तु न वक्तुं शक्यते. किञ्चित् भिन्नम् इति मन्ये. अन्यन्नाम किम् अस्ति चेत् साधारणविशेषणं कारकषष्ठी इति अस्ति इति वदति. कारकषष्ठी वा तद्द्रष्टव्यमस्ति एतादृश अस्ति वा. किमर्थम् इत्युक्ते षष्ठी सन्दर्भे खलु कारकम् इति नास्ति खलु महोदय. तर्हि स्कारकषष्ठी इति वक्तुं शक्यते वा न शक्यते? शक्यते वा? द्रष्टव्यमस्ति. स्कारक नास्ति षष्ठीविभक्तौ. आं परन्तु अहमेतत् पुस्तकं कारकम् इति पुस्तके अस्ति कारकषष्ठी तत्र एकमेव अस्ति वा कारकपुस्तके? अस्तु अस्तु अस्तु अस्तु प्रायः सप्तचत्वारिंशत् पुटे अस्ति यदि अस्ति एतद् एवं वा? अस्तु ल्यूट् प्रत्ययस्य प्रयोगः आम् कृष्णस्य गमनम् इति अस्ति तत्र उदाहरणम्. अस्तु अस्तु अस्तु अस्तु तद् द्रष्टव्यमस्ति एकवारं तत् द्रष्टव्यमस्ति सम्यक् वा न वा. अहमपि पश्यामि तत्र, परन्तु साधारणसन्दर्भः तादृशं नास्ति. क्रियापदस्य प्राक् तस्य व्यवहारः नासीत् खलु महोदय? आम् आम्. इत्युक्ते महोदयस्य प्रश्नः किञ्चित् भिन्नम् आसीत्. इत्युक्ते महोदयस्य प्रश्नः आसीत् विक्रयणं करोति, विक्रयणं पदस्य नामं वदतु. कोऽपि नामम् अस्ति वा यथा क्रियापदं कर्मपदं कर्तृपदम् एतादृश प्रयोगः प्रत्ययः अहं जानामि. किमपि नामम् अस्ति वा? परन्तु महोदयेन अश्लेष महोदयेन यत् यत् उक्तं तदपि सम्यक् अस्ति. तस्य कारकषष्ठी अपि अन्यत् प्रयोगः वयं जानीमः, अत्र सर्वत्र षष्ठीप्रयोगः एव भवति इति कृत्वा कारकषष्ठी अपि सम्यक् अत्र दत्तमस्ति तादृशमेव. परन्तु तस्य अन्यन्नामम् अस्ति इति न जानीमः. तत् द्रष्टव्यमस्ति. अस्तु तादृशप्रयोगः अन्यान् अपि सन्ति खलु. अन्यत् उदाहरणं वदामि. कोऽपि वदति अहं जनान् सहायं करोमि. साधु वा साधु वा? जनानाम् आम् अहं जनान् सहायं करोमि इति असाधु. अहं जनानां सहायं करोमि इति साधु. अत्र सर्वत्रापि षष्ठीविभक्ति अभवत् यथा महोदयेन उक्तं कारकषष्ठीप्रयोगः अत्र अपि. सहायं, खादनं, विक्रयणं, गमनं, पठनं, पानं, दानं, कथनं, दर्शनम् एतादृशप्रयोगाः ल्यूट् प्रत्ययस्य प्रयोगाः इति भवन्ति. तर्हि कुत्रापि क्लेशः अस्ति चेत् एतादृशप्रयोगः कर्तुं शक्यते इति केवलं विषयः अस्ति अत्र. अस्तु सम्यक्. अन्य कोऽपि प्रश्नः वा? अस्तु अग्रे सरामः तर्हि. अस्तु देवकान्तमहोदय. आम् शिष्यः, एवं तर्हि विक्रेष्यति विक्रीणान् क्षम्यतां विक्रीणन् इत्यादीनि रूपाणि अपि असाधूनि एव. यदि यदि वि उपसर्गयोजनेन तस्य क्रियापदस्य रूपम् आत्मनेपदीरूपमेव इति आचार्य उक्तवान्, इति कारणेन लट् लकारे एव, परन्तु अन्यलकारे अपि तत् सत्यमेव खलु आचार्य? आम्, लटः यादृशं रूपं तादृशानि एव रूपाणि भवन्ति अन्येषु लकारेषु अपि. भविष्यति विक्रेष्यते इति रूपं, विक्रीणीते इत्येतत् आत्मनेपदी इत्यतः तस्य न शत्रु अपि तु शनच् एव, अतः विक्रीणानः इति रूपम्. यदि उपसर्गयोजनेन सर्वलकारेषु आत्मनेपदिरूपमेव भवति इति इति तात्पर्यम्. किञ्चित् वदतु तर्हि सम्यक् रीत्या. लटः इत्युक्ते लट् लकारे कीदृशरूपं भवति तादृश लट् लकारस्य वा लट् लकारे लट् लकारे खलु सप्तमी लटः इति सप्तमी नास्ति खलु लटः लटे अस्ति चेत् समीचीनं भवतः. आमां सत्यं षष्टि. तर्हि इदानीं वदतु. अन्यलकारे अपि आत्मनेपदरूपमेव भवति इति सः वदति. भविष्यत्काले विक्रेष्येते इति. आमामां तर्हि वदति लटः यादृशं रूपं तादृशानि एव रूपाणि भवन्ति अन्येषु लकारेषु अपि. भविष्यति विक्रेष्यते इति रूपं भवति. यथा विक्रीणीते इत्येतत् आत्मनेपदि इत्यतः तत्तु न शत्रुः अपि तु न सानच् खलु. तर्हि विक्रीणानः इति रूपम् इत्युक्ते विक्रीणन् इति असाधुः अस्ति. विक्रीणानः कीदृशरूपमस्ति? शानच् रूपमस्ति. शानच् रूपमस्ति, परन्तु आत्मनेपदि क्रियापदमस्ति चेत् शानच् सानच् इति भवति खलु. शत्रुप्रत्यये तु परस्मैपदी एव. आमाम् इति आत्मनेपदी अस्ति सानच् इति कृत्वा विक्रीणानः इति रूपं भवति तत्र. तर्हि भविष्यत्काले एतादृशरूपं लटः अस्ति चेत् विक्रेष्यते इति भवति रूपम्. अस्तु अस्तु तर्हि सम्यक् जातम् एतावत्पर्यन्तम् अस्माकम् एतद् विशेषचर्चा. कोऽपि प्रश्नाः सन्ति सन्ति वा प्रश्नाः सन्ति वा एक एव प्रश्नः महोदय, आपणिकः वस्तूनि विक्रीणीते इति उदाहरणं वाक्यमासीत्. परन्तु आपणिकः अन्यकृते एव विक्रयणं करोति खलु, परन्तु आत्मनेपदे क्रियापदम् अस्ति चेत् स्वस्य कृते तस्य फलं भवति खलु इति. इदानीं भवान् एव वदतु. आपणिकः अपि स्वस्य कृते एव करोति, अर्जयति धनम् अर्जयति, परन्तु पुनः चिन्तयतु एकवारं महोदय. तत्र देवकान्तमहोदय चिन्तयतु, कोऽपि विक्रीणीते खलु, विक्रीणीते, हा विक्रीणीते किमर्थम्? किमर्थम् इत्युक्ते न तु केवलं वृत्तिः, न तु केवलं वृत्तिः, अहं किञ्चित् इच्छामि इदानीं खलु, विक्रीणीते अस्ति चेत्. यदि वस्तूनि सन्ति खलु गृहे, न इच्छन्ति चेत् किं करोति? वनं गत्वा तत्र स्थापयितुमपि शक्नुमः खलु, यदि न इच्छति, न इच्छति चेत्. परन्तु विक्रीणीते किमर्थं? स्वस्य कृते अन्यत् अर्थम् आवश्यकम् अथवा अन्यत् किमपि आवश्यकं खलु. तर्हि क्रिया भवति स्वस्य कृते एव, विक्रीणीते यदा अस्ति चेत् खलु, विक्रीणीते अस्ति चेत् आं तादृश एव प्रयोगः अस्ति अत्र. अस्तु, सम्यक्. अन्य कोऽपि समीचीनः एव प्रश्नः, अन्य कोऽपि प्रश्नाः सन्ति अत्र? अत्र पूर्वे एव प्रश्नः पृष्टवान् अहं खलु, आपणिकः अन्तिमे विक्रयणं करोति, परन्तु प्रथमे सः क्रयणं करोति, अनन्तरं विक्रयणं करोति किल. अतः आपणिकः क्रीणाति वा अथवा क्रीणीते वा, यदि तस्य कृते फलं क्रयणं करोति चेत् आपणिकः तस्य कृते स्वस्य कृते करोति चेत् आपणिकः फलं क्रीणीते, यदि विक्रयणार्थं क्रयणं करोति चेत् आपणिकः क्रीणाति इति वक्तुं शक्नुमः वा? वक्तुं शक्यते, प्रयोगः तु वयं जानीमः, तत्र सन्दर्भानुगुणम् एव भवति. यतोहि तत्र क्रीणाति इति क्रिङ् इति धातुः उभयपदी अस्ति इति कृत्वा सन्दर्भः यदि स्वस्य कृते अस्ति चेत् तादृशं भवति, वक्तुं शक्यते निश्चयेन. केवलम् आपणिकसम्बन्धे केवलं नास्ति, आमाम् आपणिकसम्बन्धे इति केवलं नास्ति, अन्य कोऽपि बालकः वा पुरुषः वा रामः अन्य किमपि भवेत्, क्रिन्धातुः तु भवति एव उभयपदि कुत्रापि यत्र. इत्युक्ते आपणिकः क्रीणाति, आपणिकः क्रीणीते, उभय सम्यक् भवति. आमां सन्दर्भानुगुणम् अर्थं कीदृशम् अस्ति तत् दृष्ट्वा तत्र परस्मैपदी अथवा आत्मनेपदी इति धातोः प्रयोगः कर्तुं शक्यते इति अस्ति. अस्तु अस्तु, सम्यक्. अन्य प्रश्नाः सन्ति? कुशलमहोदय, प्रश्नः अस्ति? नास्ति. अस्तु अस्तु अस्तु, सम्यक् सम्यक्. अस्तु अस्तु तर्हि, अत्युत्तमम्. अस्तु, इदानीं नूतनसमयः, इदानीं समयः नास्ति नूतनपाठम् इति आरम्भं कर्तुं न शक्यते, समयः अपि नास्ति बहु किमपि. किं करिष्यामः अत्र आगामिसप्ताहे तत्र अश्लेष महोदय करिष्यति वा? आम् आम् अस्तु, अत्र पुनःस्मरणं अश्लेष महोदय करिष्यति. अस्तु तर्हि अद्य विरमामः, आगामिसप्ताहे मिलामः. धन्यवादः. धन्यवादः. नमस्कारः.